पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 226 शङ्कर उवाच न्यासे वाप्यर्चने वापि मन्त्रमेकान्तिनश्रयेत् अवैष्णवोपदिष्टेन मन्त्रेण न परागतिः अवैष्णवोपदिष्टं चेत् पूर्वमन्त्रवरं द्वयं पुनश्च विधिना सम्यग्वैष्णवात् ग्राहयेद्गुरोः सहस्रशाखाध्यायी वा सर्वयज्ञेषु दीक्षितः कुले महदि जातोऽपि न गुरुस्याद वैष्णवः यस्तु मन्त्रद्वयं सम्यगध्यापयति वैष्णवः स आचार्यस्तु विज्ञेयो भवबन्धविदारकः आचार्यं संश्रयित्वाध वत्सरं सेवयेद्दिवजः तस्य वृत्तिं परिज्ञात्वा मन्त्रमध्यापयेद्गुरुः कृत्वा तापादिसंस्कारान् पश्चान्मन्त्रमुदीरयेद् तापं पुण्ड्रं तथा नाम कृत्वा वै विधिना गुरुः पश्चादध्यापयेन्मन्त्रं शिष्यं निर्मलचेदसं चक्रेण विधिना तप्तं ताप इत्यभिधीयते पुण्ड्रमूर्ध्वं तथा प्रोक्तं नाम वैष्णवमुच्यते ततो मन्त्रं विधानेन शिष्यमध्यापयेद्गुरुः न्यासमष्टाक्षरं मन्त्रमन्यं वा वैष्णवं मनुं न्यासमेवात्र परमं वैष्णवानां शुभानने तस्मात्तु न्यासमेवैषामतिरिक्तमिहोच्यते न्यासविद्यापरो यस्तु ब्रह्मणश्रेष्ठ उच्यते न्यासात् परतरं नास्ति मन्त्रं सत्यं ब्रवीमि ते न्यासं द्वयं प्रपत्तिः स्यात् पर्यायेण निबोध मे द्वयोपदेशपूर्वं तु सर्वकर्म समाचरेद् द्वयाधिकारी न भवेत् सर्वकर्मसु नार्हति तस्माद्वयमधीत्येव पश्चान्मन्त्रमनुत्तमं श्रीमदष्टाक्षरं सम्यगभ्यसेद्दिवजः सत्तमः मन्त्रमष्टाक्षरं प्रोक्तं प्रणवस्यैव सङ्ग्रहाद नैसर्गप्रणवाद्यन्तु मन्त्रमित्युच्यते बुधैः नान्यत्र सर्वमन्त्रेषु प्रणवस्वस्वभावतः पूर्वं तु सर्वमन्त्राणां योजयेत् प्रणवं शुभम् ओङ्कारप्रणवं ब्रह्म सर्वमन्त्रेषु नायकः आदौ सर्वत्र युञ्जीदमन्त्राणां तु शुभानने स्वभावात् प्रणवन्तस्मिन्मूलमन्त्रे प्रतिष्ठितम् ओमित्येकाक्षरं पूर्वं द्व्यक्षरं नम इत्यथ ततो नारायणायेदि पञ्चार्णानि यथा क्रमम् एवमष्टाक्षरो मन्त्रो ज्ञेयः सर्वार्थसाधकः सर्वदुःखहर श्रीमान् सर्वमन्त्रात्मकशुभः ऋषिर्नारायणस्तस्य देवता श्रीश एव च छन्दस्तु देवी गायत्री प्रणवो बीजमुच्यते नित्यानपायिनी देवी शक्तिश्रीरुच्यते मनोः प्रथमं पदमोङ्कारद्वितीयं नम उच्यते तृतीयं नारायणायेदि पदत्रयमुदाहृतम् अकारश्चाप्युकारश्च मकारश्च ततः परं वेदत्रयात्मकं प्रोक्तं प्रणवं ब्रह्मणः पदम् अकारेणोच्यते विष्णुश्रीरुकारेण चोच्यते मकारस्त्वनयोर्दास पञ्चविंशः प्रकीर्तितः वासुदेवस्वरूपं तदकारेणोच्यतै बुधैः उकारेण श्रियो देव्या रूपं मुनिभिरुच्यते मकारेणोच्यते जीवः पञ्चविंशोदिदः पुमान् भूतानि च कवर्गेण शवर्गेणेन्द्रियाणि च टवर्गेण तवर्गेण ज्ञानं धादयस्तथा मनःपकारेणैवोक्तं थकारेण त्वहङ्कृतिः बकारेण भकारेण महान् प्रकृतिरुच्यते आत्मा तु स मकारस्यात् पञ्चविंशप्रकीर्तितः देहेन्द्रियमनप्राणादिभ्योऽन्योऽनन्यसाधनः भगवच्छेषभूतोऽसौ मकाराख्यः स चेतनः अवधारणवाच्येव मुकारकैश्चिदुच्यते श्रीतत्त्वमपि तत्पक्षे वकारेणैव चोच्यते भास्करस्य प्रभा यद्वतस्य नित्यानपायिनी अकारेणोच्यते विष्णुकल्याणगुणसागरः श्रीश सर्वात्मनां शेषो जगद्बीजं परः पुमान् जगत्कर्ता जगद्भर्ता ईश्वरो लोकबान्धवः जगदामीश्वरी नित्या विष्णोरनपगामिनी माता सर्वस्य जगदः पत्नी विष्णोर्मनोरमा जगदाधारभूता श्रीरुकारेणात्र चोच्यते मकारेण तयोर्दासः क्षेत्रज्ञप्रोच्यते बुधैः ज्ञानाश्रमो ज्ञानगुणश्चेदनप्रकृतेः परः न जडो निर्विकारश्च एकरूपस्वरूपभाक अणुर्नित्यो व्याप्तिशीलश्चिदानन्दात्मकस्तथा अहमर्थो व्ययः क्षेत्रीभिन्नरूपं सनातनः अदाह्योच्छेद्यो ह्यक्लाद्यस्त्वशोष्योऽक्षर एव च एवमादिगुणोपेदशेषभूतः परस्य वै मकारेणोच्यते जीवः क्षेत्रज्ञपरवान् सदा दासभूतो हरिरेव नान्यस्यदु कदाचन एवं दासत्वमेवास्य मध्यमेवावधार्यते इत्येवं प्रणवस्यार्थो ज्ञातव्योक्तो मयानके विवृद्धि प्रणवस्यार्थ मन्त्रशेषेण वै शुभे परस्य दासभूतस्य स्वातन्त्र्यं नेह विद्यते तस्मान्महदहङ्कारौ मनसा विनिवर्तयेत् सोपाय बुद्ध्या यत्कृत्यं तदपि प्रतिषिध्यते अहं कृतिर्मकारस्यान् नकारस्तन्निषेधकः तस्मात् तु मनस्सैवास्य अहङ्कारविमोचनं मनसा सर्वसिद्धिः स्याद्धन्यथा नाशमाप्नुयात् नमसा सहितं किञ्चित् तदहङ्कार उच्यते अहङ्कारेण युक्तस्य सुखं किञ्चिन्न विद्यते अहङ्कारविमूढात्मा अन्धे तमसि मज्जति तस्मान्न मनसा चात्र स्वातन्त्र्यं प्रतिषिध्यते भगवत्परतन्त्रोऽसौ तदा यत्तश्च जीवति तस्मात् साधनकर्तृत्वं चेदनस्य न विद्यते ईश्वरस्यैव सङ्कल्पाद्वर्तते स्वचराचरं तस्मात् स्वसामर्थ्यविधिं त्यजेत् सर्वमशेषतः ईश्वरस्य तु सामर्थ्यान्नालभ्यं तस्य विद्यते तस्मिन्न्यस्तभरश्रीशे तत्कर्मैव समाचरेद परमात्मा हरिस्वामी स्वमहं तस्य सर्वदा इच्छाया विनियोक्तव्यस्तस्यैवात्मेश्वरस्य हि इत्येवं मनसा त्यक्तमहन्ता ममतोर्जितं देहेष्वहं मधिर्मूलं संसृतौ कर्मबन्धने तस्मान्महदहङ्कारौ मनसा वर्जयेद्बुधः अद नारायणपदं वक्ष्यामि गिरजे शुभे नारायित्यात्मनां सङ्घास्तेषां गतिरसौ पुमान् त एव चायनं तस्य तस्मान्नारायणस्मृतः सर्वं हि चिदचिद्वस्तु श्रूयते दृश्यते जगद योऽसौ व्याप्यस्थितो नित्यं स वै नारायणस्मृतः नाराश्चेदि सर्वपुंसां समूहाः परिकीर्तिताः गतिरालम्बनं तेषां तस्मान्नारायणस्मृतः नराज्जातानि तत्त्वानि नाराणीति विदुर्बुधाः तान्येव चायनं तस्य तेन नारायणस्मृतः कल्पान्तेऽपि जगत्कृष्णं ग्रसित्वा येन धार्यते पुनः संसृज्यते येन स वै नारायणस्मृतः चराचरं जगत्कृष्णं नार इत्यभिधीयते तस्य वासं गतिर्येन तेन नारायणस्मृतः नरो नराणां सङ्घादस्तस्यासा वयनं गतिः तेनासौ मुनिभिर्नित्यं नारायण इदीरितः प्रभवन्ति यतो लोका महाब्धौ पृथुफेनवद पुनर्यस्मात् प्रलीयन्ते तस्मान्नारायणस्मृतः यो वै नित्यपदे नित्यो नित्यमुक्तैकभोगवान् ईश सर्वस्य जगदः स वै नारायणस्मृतः नारायणः परं ब्रह्म तत्त्वं नारायणः परं यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणस्थितः अपहदपाप्मा पुरुषः सर्वभूतान्तरस्थितः दिव्य एकसदा नित्यो हरिर्नारायणोच्युतः यस्तु द्रष्टा च द्रष्टव्यं श्रोता श्रोतव्यमेव च स्पृष्टा च स्पर्शितव्यश्च ध्याताध्यातव्यमेव च वक्ता च वाच्यं ज्ञाता तज्ज्ञातव्यं चिदचिज्जगद तच्च सर्वं हरिश्रीशो नारायण उदाहृदः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपाद स लोकान् सर्वतो व्याप्य अत्यतिष्ठद्दशाङ्कुलं यद्भूतं यच्च भव्यं तत्सर्वं नारायणो हरिः उदामृतत्वस्य शानो यदन्नेन विराट् पुमान् स एव पुरुषो विष्णो वासुदेवोच्युदो हरिः हिरण्मयोध भगवान् सोऽमृतः शाश्वतः शिवः पदिर्विश्वस्य जगदः सर्वलोकेश्वरं प्रभुः हिरण्यगर्भासविदा अनन्तोऽसौ महेश्वरः भगवानिति शब्दोऽयं तथा पुरुष इत्यपि वर्तते निरुपाधिश्च वासुदेवोऽखिलात्मनि ईश्वरो भगवान् विष्णुः परमात्मा जगत्सुहृद शास्ता चराचरस्यैको यदीनां परमागतिः यो वेदादौ स्वरप्रोक्तो वेदान्ते च प्रतिष्ठितः तस्य प्रकृतिलीनस्य यः परः स महेश्वरः योऽसावकारो वै विष्णुर्योऽसौ नारायणो हरिः स एव पुरुषो नित्यपरमात्मा महेश्वरः यस्मादुद्भूतमैश्वर्यं यस्मिन् कस्मिंश्च वर्तते तस्मिन्नीश्वरशब्दोऽपि प्रोच्यते मुनिभिस्तथा निरुपाधीश्वरत्वं हि वासुदेवे प्रतिष्ठितम् आत्मेश्वर इति प्रोक्तो वेदवादैः सनातनैः तस्मान्महेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् असौ त्रिपाद्विभूतेस्तु लीलया अपि चेश्वरः विभूतिद्वयमैश्वर्यं तस्यैव सकलात्मनः श्रीभूनिलापतिर्योऽसावीश्वरः उदाहृदः तस्मात् सर्वेश्वरत्वं तु वासुदेवे प्रतिष्ठितम् असौ यज्ञेश्वरो यज्ञो यज्ञभुग्यज्ञकृद्विभुः यज्ञभुग्यज्ञपुरुषः स एव परमेश्वरः यज्ञेश्वरो हव्यसमस्तकव्यभोक्ता व्ययात्मा हरिरीश्वरोऽत्र तत्संनिधानादपयान्ति सद्यो रक्षांस्यशेषाण्यसुराश्च सर्वे योऽसौ विराट्त्वमापन्नो हरिर्भूतो जनार्दनः सन्दर्पयदि लोकां स्त्रीन् स एव परमेश्वरः येन पूर्णेन हविषा देवा यज्ञमदन्वद तस्माद्यज्ञात् समुत्पन्ना ये के चोभया ततः तस्माद्यज्ञात् सर्वहुद ऋचसामानि जज्ञिरे तस्मादश्वा अजायन्त गावश्च पुरुषादयः पुरुषस्य तनोरस्य सर्वयज्ञमयस्य वै हरे सर्वं समुद्भूतं जगस्थावरजङ्गमं मुखबाहुरुपादास्युस्तस्य वर्णा यथाक्रमं पद्भ्यां तु पृथिवी तस्य शिरसाद्यौरजायत मनश्चन्द्रमा मनसश्चन्द्रमा जातश्चक्षुषश्च प्रभाकरः मुखादग्निसहस्राक्षो वायु प्राणाः सदा गतिः नाभेर्विधिञ्चीर्गगनं जगत्सर्वं चराचरं यस्मात् सर्वं समुद्भूतं जगद्विष्णोः सनातनं तस्मात् सर्वमयो विष्णोर्नारायण इदीरितः एवं सृष्ट्वा जगत्सर्वं पुनः सङ्ग्रसदे हरिः निजलीलासमुद्भूतं तान्तवं चोर्णनाभिवद ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च निगृह्य हरदे यस्मात् तस्माद्धरिरहोच्यते असावेकार्णविभूते मायावडतले पुमान् जगत्स्वजडरे कृत्वा शेदे तस्मिन् सनातनः आसीदेको हि वै चात्र विष्णुर्नारायणोच्युदः न ब्रह्मा न च रुद्रश्च न देवा न महर्षयः नेमे द्यावा पृथिव्यौ च न सोमो न च भास्करः न नक्षत्राणि लोकाश्च न चाण्डं महदावृतं यस्माज्जगद्वृतं तेन सकलं हरिणा शुभे सृष्टं पुनस्तदा सर्गे तस्मान्नारायणस्मृतः तस्य दास्यं चतुर्ध्यानुमन्त्रे प्रोक्तं तु पार्वती दासभूतमिदं तस्य ब्रह्माद्यं सकलं जगद एवमर्थं विदित्वा वै पश्चान्मन्त्रं प्रयोजयेद अविदित्वा तु मन्त्रार्थं सिद्धिं नैवाधिगच्छति न तु भुक्तिं च भक्तिं च न च मुक्तिं वरानने इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे मन्त्रार्थोपदेशो नाम षड्विंशत्यधिकद्विशततमोऽध्यायः ॐ